सर्वेभ्यः नमस्कारः. अद्य अस्माकं न्यायचिन्तनमार्गः तत्र प्रवर्तते. अहम् अन्ध्रे अस्मि. अद्य विद्याशङ्करस्थाने अत्र मार्गं प्रचारयामि. इदानीं तत्र वयं कुत्र स्मः? परामर्शः अस्माभिः इतः प्राक् परिशीलितः इति मन्ये. वस्तुतः तत्र परामर्शपरिशीलनम् अग्रे पुनः आगच्छति, यतोहि इदं तत्र अत्यन्तं महत्त्वपूर्णं पद तत्र पदम् अस्ति, पारिभाषिकं पदम् अथवा किञ्चन पारिभाषिकं वस्तु. अतः एव पुनः पुनः तदेव अस्माभिः परिशील्यते. परन्तु तत्र प्रायिकं वदामः इति चेत् तर्हि परिशीलितः सः. इदानीं तत्र अनुमानस्य द्वैविध्यं नाम स्वार्थानुमान परार्थानुमान इति अस्मिन् विषये वयं स्मः इति मन्ये. अत एव तत्र किं पठामः वा अथवा पुनरावर्तनं किञ्चित् कुर्मः? किम् इच्छन्ति? पठामः. भवतु तर्हि तत्र पेज् 193 अत्र वर्तते. तत्र तत्र उपरि स्थाः ये स्थूलक्ष तत्र यत् यः स्थूलक्षरमुद्रितग्रन्थः तामेव पतित्वा अग्रे गच्छामः. तत्र राजेन्द्रमहोदय भवान् एव प्रथमतः आगतवान्. यतोहि वस्तुतः किमर्थं यत् इदानीम् अग्रे यत् आगच्छति तत् सर्वम् अस्य स्थूलाक्षरमुद्रितस्य ग्रन्थस्य व्याख्यानम् इव दृश्यते. अत एव तां ग्रन्थम् एव सम्यक् मनसि निधाय अग्रे गच्छामः इति तादृशः मम इदानीम् आशयः अस्ति. अतः अनुमानं द्विविधम् इति इतः आरभ्य कृपया महोदय. अस्तु महोदय. अनुमानं द्विविधं, स्वार्थं परार्थं च. तत्र स्वार्थं अनुमिति हेतुः, तथा हि स्वयम् एव भूयो दर्शनेन यत्र धूमस्तत्र अग्निर् इति महान् सादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गता तद् गते च अग्नौ सन्धिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र धूमस्त तत्र अग्नि इति. तदनन्तरं वह्निव्याप्य धूमवान् अयं पर्वत इति ज्ञानम् उत्पद्यते. अयमेव लिङ्गपरामर्श इति उच्यते. तस्मात् पर्वता वह्निमान् इति ज्ञानम् अनुमितिर् उत्पद्यते. तदेतत् स्वार्थ अनुमानम्. अत्र स्थूलक्षयः लिखितमस्ति. तत्र अनुमानं द्विविधम् अस्ति. एकं तु स्वार्थ अनुमानम्, अपि च द्वितीयं परार्थ अनुमानम्. अस्मिन् परिच्छेदे स्वार्थ अनुमानस्य कृते किञ्चित् लिखितम् अस्ति. तत्र स्वार्थं स्व अनुमान अनुमिति हेतुः. स्वार्थ अनुमानम् इत्युक्ते तत्र स्व अनुमिति हेतुः, या स्वयं अनुमिति कुर्मः तत्र तत्र ततः स्व अनुमिति हेतुः. तथा स्वयम् एव भूयदर्शनेन यत्र धूमस्थ तत्र अग्निर् इति महान् साधौ व्याप्तिं गृहीत्वा स्वयमेव तत् यः पुरुषः अस्ति सः स्वयमेव तत् वारं पुनः तत्र धूमदर्शनेन ज्ञायते यत्र धूम अस्ति तत्र अग्निः, यत्र धूम अस्ति तत्र अग्निः अस्ति. महान् साधौ यथा महानसे तत् सः व्याप्तिं गृहीत्वा ततः सः व्याप्तिम् इत्युक्ते यत्र यत्र धूमः तत्र अग्निः तत्र व्याप्तिं गृहीत्वा पर्वतसमीपं गतः सः पुरुषः पर्वतसमीपं गतः तद्गते इत्युक्ते पर्वतं गते अग्नोः सन्धिहानः च अग्निसन्देहः यः आसीत् पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र यथा पर्वते सः धूमं पश्यति तत् तस्य मनसि व्याप्तेः स्मरणम् आगच्छति यत्र धूमः अस्ति तत्र अग्निः इति तत्र व्याप्तिज्ञानं तत् तस्मिन् मनसि स्फुरति पुनश्च तत्र सः चिन्तयति यत्र धूमः अस्ति तत्र अग्निः इति तदनन्तरं वह्निव्यापि धूमवान् अयं पर्वतः इति ज्ञानम् उत्पद्यते यदा तस्य मनसि तद् व्याप्ति ज्ञानं स्मरणं जातं तदनन्तरं सः पुरुषः चिन्तयति वह्निव्यापि धूमवान् अयं पर्वतः इति ज्ञानं तस्मिन् मनसि उत्पद्यते अयम् एव लिङ्गपरामर्शः इति उच्यते अयमेव तत् लिङ्गपरामर्शः इत्युक्ते हेतुपरामर्शः इति उच्यते तस्मात् पर्वतः वह्निमान् इति ज्ञानम् अनुमितिर् उत्पद्यते तस्मात् यथा लिङ्ग् यथा हेतुपरामर्शः जायते तस्मात् तत् पर्वतः वह्निमान् इति ज्ञानम् अनुमितिरूपेण उत्पद्यते तद् एतत् स्वार्थ अनुमानं च तस्मात् ईदृशी अनुमानं स्वार्थ अनुमानं तत् उच्यते समीचीनं महोदय इदानीं सारांशः कः नाम यदा तत्र अस्माभिः दृष्टम् अनुमानं नाम किम् अनुमितेः करणम् इदानीं यः तत्र स्व अनुमितिः वर्तते तस्य यदि स्वस्मिन् आत्मनि एव कारणं वर्तते नाम अनुमानज्ञानं यदि स्वस्य तथा स्वाम् अनुमितिं नाम स्वकीयाम् अनुमितिम् एव जनयति तर्हि तादृक् अनुमानं स्वार्थानुमानम् इति सारांशः एव वर्तते इदानीं प्रकारः कः प्रक्रिया का तत्सर्वम् इदानीम् अग्रे निरूप्यमानमस्ति अपि च यतोहि द्रोणमहोदयः इदानीं पुनः पुनः वदति अथ एव मया एवं तत्र अनुवादः तत्र इदानीम् अस्मिन् ग्रन्थे लिङ्गपरामर्शः अनुमितेः करणत्वेन प्रदर्शितः अयं तु तत्र इदं मतं सामान्यतः प्राचीनैः न्यायिकैः स्वीक्रियते नवीनैः तु व्याप्तिज्ञानं व्याप्तिभिः एव अनुमितेः करणं परामर्शस्तु व्यापारः इति तत्र कश्चन वस्तुतः इदानीं तत्र नवीनान्यायिकः प्राचीनान्यायिकैः तत्र नाम कालौपदित्येन तथा एव न स्वीकर्तव्यं यतोहि तर्कसङ्ग्रहः अत्यन्तं नूतनं ग्रन्थः वर्तते नूतनः ग्रन्थः परन्तु अत्र अस्माभिः पुनः पुनः प्राचीनान्यायिकैः इव तत्र मतिः दृश्यते पुनः पुनः एतत् अस्माभिः दृष्टम् इति मन्ये अस्मिन् वर्गे एव तत्र कञ्चन उदाहरणानि अस्माभिः दृष्टानि परन्तु तत्र सामान्यतः यत् मतं कुत्र न्यायसूत्रभाष्ये तदुपरि कृतेषु व्याख्यानेषु तत्र याः मतयः तत्र उपस्थापितः ताः सर्वाः प्राचीननैयायिकानाम् इति तत्र एव व्यवहारः वर्तते यत्तु गाङ्गेश तत्र उपाध्यायैः तदनुसारिभिः मतम् उपस्थापनं तद् नवीनैः गाङ्गेषु उपाध्यायैः सर्वं तत्र सर्वः नवीन्यायः न उपस्थापितः तत्र केचन सिद्धान्तः तेन तत्र सविशेषम् अथवा सविस्तरं न उल्लिखितः परन्तु तत्र तदनुसारिभिः कदापि तत्र विचारः कृतः अतः एव इदानीं तत्र अनेकेषु मतेषु तत्र अनेकेषु सिद्धान्तेषु अयाम् अस्माभिः उच्यते भो इदं प्राचीननैयायिकैः उच्यते नवीनस्तु इति किञ्चित् अन्यत् चिन्तयन्ति तदेव अत्र विषयः तत्र कालौपवित्वेन न परन्तु तत्र न्यायसूत्रं ये तत्र न्यायसूत्रं वैशेषिकसूत्रं च ये तत्र सार्वप्रधानत्वेन ये स्वीकुर्वन्ति ते प्राचीनाः इति तथा एव व्यवह्रियन्ते. अतः एव तर्कसङ्ग्रहकारः अनेकदा वस्तुतः वैशेषिकसूत्र न्यायसूत्र माताम् आदाय तत्र निरूपणं करोति इति मदीयः तादृशः तादृक् अवगमनं वर्तते इति एकम्. अत एव इदानीं परमार्षः यः अस्माभिः इदानीं नाविन्यायः तत्र नाविन्यायः किं चिन्तयति इति चेत् तर्हि परमार्षः व्यापारः एव, परन्तु व्याप्तिभिः तत्तु व्यापारवत् कारणम् असाधारणं कारणं वर्तते. परन्तु अग्रे यत् वर्तते तत्सर्वं तर्कसङ्ग्रहमतं नाम प्राचीननायायिकानां मतम् आदाय उद्दिश्य तत्र तेन प्रकारेण वर्तते विचारः इति. समीचीनं वा? तर्हि अग्रे गच्छामः. तत्र सरला भगिनी पठति वा? आमाम्. एतावता ग्रन्थेन प्रमा प्रभेदः अनुमितिरूपः तस्य करणम् अनुमानप्रमाणं तत् विषयोः व्याप्तिः पक्षधर्मता च निरूपितौ. तस्यैव अनुमानस्य सम्प्रति विभागम् आह तद्विविधं स्वार्थं परार्थ चेति. अर्थ इति पदं शास्त्रे फले व्यवह्रियते. फलं प्रयोजनम् अर्थ इति पर्यायाः. स्वस्य प्रयोजनं येन तत् स्वार्थम् अनुमानं किं पुनः स्वस्य फलं परामर्शात्मका अनुमानेन उच्यते. एतावत् वयं पूर्वं दृष्टवन्तः प्रमा का अस्ति तस्य प्रभेदा कति सन्ति. प्रमा इति यथा वर्तते तथैव विषयी करोति तत् भवति प्रमा. तस्य प्रभेदा चतुर्विधं वयं पूर्वं दृष्टवन्तः अनुमिति उपमिति प्रत्यक्षज्ञानम् अपि शब्दबोधकं ज्ञानम् इति चत्वारः प्रभेदाः सन्ति. तस्य करणम् अनुमानप्रमाणं अनुमिति इति चत्वारः प्रभेदाः एक अन्यतम् अस्ति. अनुमितिः कारणं वा असाधारणं करणम् इति अनुमानम् इति वयं जानीमः. सो तद् भवति प्रमाण. प्रमायाः कारणम् इति प्रमाणम् इति उच्यते. यत् प्रमा विषयी करोति तत् भवति प्रमाण इति वयं पूर्वं दृष्टवन्तः. सो अनुमिति विषयी करोति अनुमानम् इति तस्य कारणमस्ति प्रमाणं. तद्विषयो व्याप्तिः पक्षधर्मता च निरूपितौ. इदानीं वयं दृष्टवन्तः किं कारणम् इति अस्ति. द्वे विषय व्याप्ति विषयकज्ञानम् अपि पक्षधर्मता ज्ञानं द्वे ज्ञानं युगपत् अनुमानं पूर्वमवं परामर्श इति वयं ज्ञातवन्तः. इदानीं प्राचीनमतम् अनुसारणेन परामर्श एव अनुमानम् अस्ति. सो तत् तद्विषयो व्याप्तिः पक्षधर्मता च निरूपितो पूर्वमं तस्य निरूपणं कृतवन्तः. तस्यैव अनुमानस्य सम्प्रति विभागम् आह तद्विविधं स्वार्थं परार्थ चेति. इदानीं पुनः अनुमानं तस्य विभजनं कृतमस्ति. एकमस्ति स्वार्थ अनुमानं, द्वितीय परार्थ अनुमानम्. इदानीं अर्थ तस्य अर्थम् इत्युक्ते किम् अर्थ तस्य पदस्य अर्थं भवति फल इति. फल तस्य पर्यायशब्दप्रयोजनं भवति. इदानीं स्वस्य प्रयोजनं येन इति बहुव्रीहि इत्युक्ते अन्य पदार्थं सूचयति. तत् अन्यपदार्थ किं भवति? तत् भवति परामर्श. स्वस्य प्रयोजनं येन तत् स्वार्थम् अनुमानम्. यत् स्वस्य कारणम् स्वस्य अनुमितिः कारणम् इति अनुमानम् अस्ति. अत्र स्वस्य प्रयोजनम् अत्र परामर्शति सूचयति. पुनः स्वस्य फलं परामर्शात्मक अनुमानेन इच्छति. तत् अत्र प्राचीननैयायिका वदन्ति परामर्शात्मक ज्ञानम् एव अनुमानम् अस्ति इति अत्र दत्तमस्ति. तत्र अस्मिन् परिचये मम अपि कश्चन सन्देहः अस्ति. स्वार्थः स्वार्थम् इति यद्भवत्या उक्तं सः तु बहुव्रीहिः समासः. इदानीं बहुव्रीहिः समासस्य विग्रहः यदा अस्माभिः करणीयः सामान्यतः समानाधिकरणाः तथा समानाधिकरण्यम् अपेक्षितं वर्तते. सामान्यतः किम् अस्माभिः उच्यते? बहुः व्रीहिः यस्य सः अथवा बहुः व्रीहिः येन उपलभ्यते तद्धानं किमपि तथा. परन्तु स्वस्य अर्थः नाम स्वार्थः तथा वस्तुतः अयं विग्रहः मया अनेकेषु न्यायग्रन्थेषु दृष्टः. अतः एव तत्र न्यायशास्त्रे अयं विग्रहः तत्र स्वीक्रियते एव इति. महोदय उक्तवान् अनुमानम् अपि एक ज्ञानम् अस्ति. सो स्वस्य मीन्स् स्वस्मिन् आत्मनि यत् ज्ञानम् उत्पद्यते तत् अनुमानं ज्ञानम् इति. अतः अधिकरणम् एकं भवति न स्वस्य तस्य अधिकरणं. इदानीं मम संशयः सा व्याकरणरीत्या वर्तते. इदानीं बहुव्रीहिः समासः यथा वर्तते तदा किमपि अः बहुव्रीहिः इति कश्चन बहुव्रीहिः समासः युगपत् तत्र दत्तम् अस्ति. यदा यदधिग्रहः एवं नीलकण्ठस्य सह तत् शिवः कैलाशे वसति इति. परन्तु नीलस्य कण्ठः यः तथा न कर्तव्यं, तथा विग्रहः न कर्तव्यः. सामान्यतः इदानीं तत्र सरोवरीत्या पश्यामः इति चेत् तर्हि तत्र कर्मदार बहुव्रीहि कर्मदारगर्भसमासः इति तथापि वक्तुं शक्यते. कर्मदारं कृत्वा तदनन्तरं तत्र किं अग्रिमे जीवने बहुव्रीहि कर्मदारः बहुव्रीहि वर्तते. यथा नीलोत्पलम् इति कर्मदार. इदानीं नीलोत्पलः किमपि पुरुषः नाम नीलम् उत्पलं यस्य सः अथवा येन. अस्मिन् सप्ताहान्ते अस्माकं समासवर्गः प्रश्न आसीत्. तत्र विद्याभगिनी उक्तवती यथा व्यधिकर्ण बहुव्रीहिसमासः यत्र विभक्तिसमानः नास्ति तत्र व्यधिकर्ण बहुव्रीहिः यथा चन्द्रमौली चन्द्रः मौलौ यस्य सः तथैव अत्रापि भवति वा स्वस्य अर्थं यस्य सः स्वार्थम्. एवं परन्तु एवमेवं तथा एव चिन्तनं कर्तव्यम् इति मन्ये. यतोहि परन्तु तत्र ये व्यधिकर्ण बहुव्रीहिः समासाः तेषां तत्र किं भवति निर्गलत्वं नास्ति. तत्र यत्र प्रयोगः वर्तते तत्र एव ते प्रयुज्यन्ते. अपि च तत्र वर्तिकानि कानिचन सन्ति नाम षष्टि न परन्तु सप्तमी. इदानीं पूर्वपदं कदापि विग्रहवाक्ये सप्तम्याम् अपि भवितुम् अर्हति इति मन्ये. परन्तु सन्ति तादृशः समासः. वस्तुतः मम तु किं चिन्तितं परन्तु इदानीं तदेव मम चिन्तनं, यतोहि अयम् एव विग्रहः अनेकदा दृश्यते. परन्तु मम चिन्तनं किं, वस्तुतः स्वः अथवा स्व यत् पदं तद् वस्तुतः इदानीं स्वक स्वकः अथवा स्वकीय यथा अथवा यदा स्वकः इति यदा पदं निर्मीयते तत्र क प्रत्ययः यः आगच्छति तदा सः स्वार्थी, नाम कोऽपि अस्य अर्थः नास्ति. अत एव वस्तुतः इदानीं स्वः अर्थः तथा वदामः इति चेत् नाम स्वकीयः अर्थः इति सा एव अर्थः अत्र सा एव अर्थः तत्र आगच्छति. अत एव वस्तुतः स्वः अर्थः येन तथा विग्रहं कुर्मः इति चेत् तत् समीचीनं स्यात् इति मन्ये. तत्र कोऽपि बाधः न स्यात्. परन्तु स्वस्य अर्थः येन तत्र कश्चन काचन क्लिष्टता इति भवति येन येन अनुमानेन येन तत् अनुमानं स्व अथवा स्वः अर्थः येन तत् अनुमानं तथा तत्र वदामः इति चेत् समीचीनं स्यात्. परन्तु रजेन्द्रमहोदय यत् भवता उक्तम् इदानीं तत्र व्यधिकरणबहुव्रीहिः तत्रापि किञ्चित् चिन्तनीयम् इति मन्ये. कदापि अनेन प्रकारेण सः विग्रहः तत्र असदनीयः स्यात्. कृपया पृच्छन्तु, तत्र विद्याभगिनीं पृच्छन्तु कृपया. आम् आम् आम् आम् पृच्छामि एव महोदय अग्रिम अग्रिम कक्षायां. पतो तर्हि अग्रे गच्छामः. तदनन्तरं सर्वं सम्यक् तत्र नास्ति कोऽपि आशयति मन्ये. लक्ष्मी भगिनि. आं महोदय, अस्मिन् अनुमानप्रकरणे एव उपरिष्टात् निश्चयस्य संशयविरोधित्वं व्यवस्थाप्यते. संशयस्तु प्रत्यक्षनिरूपणान्ते ज्ञानभेदनिरूपणप्रस्तावे निरूपितः. अयं च संशयः पुरुषस्य दुःखं जनयति इति आनुभाविकम् एतत्. अनुमतिरूपनिश्चयेन पुरुषस्य संशये उच्छिन्ने संशयजन्यं दुःखमपि नश्यति. अयं दुःखध्वंसः एव प्रकृते फलं प्रयोजनमिति वा अर्थ इति वा उच्यते. तथा च एतादृशदुःखध्वंसः स्वात्मनि एन परामर्शात्मक अनुमानेन भवति तत् स्वार्थम् अनुमानं. स्वस्य ज्ञातुः अर्थः प्रयोजनं दुःखनाशरूपम् येन तत् स्वार्थम् अनुमानम्. अस्तु, अस्मिन् परिच्छेदे निश्चयज्ञानं संशयज्ञानम् इति द्वयोः भेदः इति न प्रथमं प्रथमम् उपरिष्टात् निश्चयस्य संशयविरोधित्वं व्यवस्थाप्यते. संशय इत्युक्ते पूर्वं वयं दृष्टवन्तः इति मन्ये, तत्र अनेक एकनिमिषं पृष्ठसङ्ख्या पृष्ठसङ्ख्या तत्र कुत्र अस्ति परिष्टात् नाम कुत्र अग्रे वा प्राक् पृष्ठसङ्ख्या 170 इति मन्ये. तत्र संशय स्वप्रकारज्ञानप्रभेदः इति एकः शीर्षकः अस्ति, तस्मिन् संशयस्वभावः इति अस्ति. तत्र संशयः इत्युक्ते तत्र यदा धूमः पश्यामः चेत् तत्र वह्नि अस्ति वा न अस्ति वा इति संशयः यदा अस्ति एकस्मिन् तदेव तत्र संशयः ज्ञानः संशय ज्ञाने अस्मिन् संशयः अस्ति इत्युक्ते पर्वतः तत्र वह्निः अस्ति वह्निः नास्ति, वह्निः अभावः वह्निः इति द्वौ प्रकारौ अस्ति. अतः तत्र तस्मिन् द्वयोः मध्ये विरोधः विरोधः स्फुरति, तदेव संशयात्मकः ज्ञानं. यदा अस्तु अग्रे संशयस्तु प्रत्यक्षनिरूपणान्ते ज्ञानभेदनिरूपणप्रस्तावे निरूपितः. अस्तु, पेज् 120 मध्ये तत् निरूपितः, पेज् 170 मध्ये निरूपितः. तत्र चित्रमपि अस्ति पेज् 120 चित्रसङ्ख्या 121,000 पर्वतः विशेष्यता प्रकारता द्वयमस्ति तत्र वह्नि तत्र वाक्यं कथं भवति इति अहं चिन्तयन्ती अस्मि. शरं शरस्य दिशि तत्र इदानीम् अस्य ज्ञाननिरूपणे किं वक्तव्यम् इति तत्र आशयः वस्तुतः तत्र तत्र लक्षणं किञ्चित् दृष्टम् अस्माभिः न वा इति न जाने. तत्र एकस्मिन् धर्मिणि विरुद्धनानधर्मवैशिष्ट्यवगाहि ज्ञानम् आसीद् वा प्राक् अस्माभिः भवतु नाम. परन्तु एकस्मिन् धर्मिणि यदा धर्म तत्र विरुद्धधर्मद्वयम् अथवा विरुद्धधर्मद्वयम् एव प्रकारत्वेन तत्र किं भासते तद् ज्ञानं संशयः इति व्यवह्रियते. आम् एकस्मिन् धर्मिणि विरुद्धधर्मद्वयं प्रकारत्वेन अथवा विरुद्धनानधर्मवैशिष्ट्यवगाहि ज्ञानम् इति तत्र लक्षणं किमस्ति. अस्तु, अग्रे आगच्छति वा अथवा आसीत् इति न जाने. एकस्मिन् धर्मिणि विरुद्धनानधर्मवैशिष्ट्यवगाहि. परन्तु इदानीं तत्र यत् चित्रं पश्यामः इति चेत् तर्हि एकस्मिन् विशेष्य एकः तत्र विशेष्यः अस्ति चेत् अथवा एकः विशेष्यः अस्ति चेत् तस्य विरुद्धप्रकारद्वयं यस्मिन् ज्ञाने भासेते तद् ज्ञानम् असंशयः. इदानीं प्रकारद्वयम् इति तावद् वदनेन तत्र कुत्र द्वयोः एकम् इति अस्मिन् तत्र ज्ञाने स्यात् अतिव्याप्तिः. परन्तु विरुद्धप्रकारद्वयं यथा अग्निः अग्न्याभावः इदानीम् इमौ धर्मौ एकस्मिन् धर्मिणि स्थातुं न शक्नुतः. लक्ष्मी भगिनि आम् अस्तु महोदय. आम् सम्यक् वा? आम् बुद्धं एकस्मिन् एकस्मिन् विशेषतायां एकस्मिन् विशेषता प्रकारत्वेन भासतः. अस्तु, अयं च संशयः पुरुषस्य दुःखं जनयति इति आनुभाविकम् एतत्. अस्तु, एतादृशसंशयः दुःखं जनयति इति अस्माकम् अनुभवम्. अनुमतिरूपनिश्चयेन पुरुषस्य संशये उच्छिन्ने संशयजन्यं दुःखमपि नश्यति. अस्तु, यदा तादृशसंशयः अस्ति तदनन्तरम् अनुमतिरूपेण ज्ञानम् अवगाहते तदानीं दुःखम् अपि नश्यति. इत्युक्ते उपरि उक्त अनुमति, तादृश अनुमति यत्र धूमः अस्ति, अनन्तरं व्याप्ति धूमः दृश्यते, अनन्तरं व्याप्तिज्ञानं प्रत्यक्षज्ञानं मिलित्वा तत्र ब्रह्मी अस्ति इति निश्चयेन ज्ञानं यदा उद्भवति तदानीं संशयः ध्वंसं भवति, तदानीं दुःखमपि नश्यति इति वाक्यस्य आशा इति मन्ये. अयं दुःखध्वंसः एव प्रकृते फलं प्रयोजनमिति वा अर्थः इति वा उच्यते. अस्तु, यदा दुःखस्य नष्टं भवति अथवा संशयः संशयज्ञानं निश्चयज्ञानं भवति तदा सः तदेव प्रकृते फलं वा प्रयोजनं वा इति उच्यते. इत्युक्ते अर्थः इति अपरं फलमस्ति फलस्य कृते. तथा च एतादृशदुःखध्वंसः स्वात्मनि येन परामर्शात्मक अनुमानेन भवति तत् स्वार्थमनुमानम्. अस्तु, दुःखध्वंसः यदा दुःखध्वंसः परामर्शं दृष्टवन्तः. परामर्शः एकः व्यापारः अस्ति खलु. परामर्शः न प्राचीननैयायिकायां तेषां मतेन परामर्शः इत्युक्ते द्वाभ्यां ज्ञानाभ्यां परामर्शः प्रत्यक्ष व्याप्तिज्ञानं. प्रत्यक्षव्याप्तिज्ञानाभ्यां यदा अनुभूतिज्ञानं भवति तदानीं दुःखस्य ध्वंसं भवति. आत्मनि नूतनज्ञानम् अस्ति भवति, दुःखस्य ध्वंसं भवति. तादृशज्ञानमेव तादृश ज्ञानं न अनुमानं तु ज्ञानं नास्ति, स्वास्थ्यम् ज्ञानमेव. अनुमतिज्ञानमस्ति, अनुमानं करणं खलु. अनुमानं तद् ज्ञानकं तद् जानकं ज्ञानम्. अस्तु, आम् अस्तु. अपि ज्ञानप्रभेदः एकतम. एवम् एवं तथा एव भगिनि. तत्र एवं तत्र प्रक्रिया का? प्रथमतः अनुमानप्रकरणे उपरिष्टात् परिष्टात् नाम कुत्र? अग्रे प्राक् एव. अतः दृष्टम् अस्माभिः वा अथवा तत्र द्रक्ष्यते इति इदानीं तत्र न स्मरामि. परन्तु एकः अंशः अस्ति, इदानीं निश्चयज्ञानं यथा उत्पद्यते यदा उत्पद्यते तत्र तस्मिन् क्षणे निश्चय तत्र नित्याज्ञानं यत् अथवा संशयरूपज्ञानं यत् तत् नश्यति इति एकम्. अतः एव निश्चय उत्पादनं मिथ्याज्ञाननाशकम् इति तथा वक्तुं शक्नुमः इति एकः अंशः. द्वितीय अंशः अस्ति, इदानीं संशयः नाम कः? तत्र विरुद्धधर्मप्रकारत्वेन अवगहि ज्ञानं यत् तत् इति. इदानीं तत्र इमौ अंशौ ज्ञातौ यथा यदा भवतः तर्हि अग्रे पश्यामः. इदानीं स्वः अर्थः वा स्वस्य अर्थः येन सः इति तत्र अपि च तत्र संशयः यः सः दुःखं जानयति. इदानीं अस्माकं तु वस्तुतः न्यायशास्त्रस्य अथवा सर्वेषां शास्त्राणां प्रयोजनं किं? तत्र सुख उत्पादनम् अथवा स्वर्ग उत्पादनं यत्किमपि तत् एवम् अस्माभिः प्राक् दृष्टं. वस्तुतः स्वर्गस्य अर्थः न्यायशास्त्रे सुख एव. तत्र दुःख अभिन्नसुखत्वम् इति तत्र किञ्चित् अस्ति आसीत् लक्षणम्. एवम् अतः एव निश्चये इदानीं संशयः यः दुःखजनकः संशयः इदानीं तत्र निश्चये उत्पन्ने सः अपि नष्टः भवति. अयम् एव दुःखनाशः प्रयोजनम्. अस्माकं प्रयोजनम् अस्ति निश्चय उत्पादनं नाम दुःखनाशः वस्तुतः प्रयोजनः प्रयोजनं वर्तते. इदानीं तत्र स्वार्थः यः तत्र स्वार्थम् अनुमानं यत् वर्तते इदानीम् अर्थ इति अस्मिन् स्थाने दुःखनाशः अथवा किं संशयनाशरूप दुःखनिवृत्ति अथवा संशयनिवृत्ति रूपदुःखनाशः इति तत्र स्थापयितुं शक्नुमः. अत एव स्वार्थ अनुमानम् अथवा स्वार्थम् अनुमानं वदामः इति चेत् नाम स्वकीय अथवा स्वकीयसंशयनिवृत्ति संशयनाशरूपनिश्चयसंशयनिवृत्तिरूपदुःखनाशकम् अनुमानम् इति वक्तुं शक्यते. तथा एव सम्यक् वा महोदय? अस्मिन् परिच्छेदे यत्किमपि लिखितम् अस्ति, पूर्वस्मिन् परिच्छेदद्वयं यत्किमपि लिखितम् अस्ति, अत्र कोऽपि जनः स्वयं तत्र अनुभूयते, तत्र पूर्वं तु भूय भूय दर्शनेन धूम अग्निर् यत्र धूमः तत्र अग्नि तत्र व्याप्तिं तस्य मनसि आगच्छति, तत् व्याप्तिज्ञानं, तत् ततः पुनः सः पर्वतं समीपं गत्वा तत्र तत् अग्नेः तत्र धूमं पश्यति पर्वते, तत्र तस्य मनसि निवारणं भवति, सः धूममान अयं पर्वतः वह्निव्यापि धूममान अयं पर्वतः, तस्मिन् मनसि तत् परामर्शज्ञानं ज्ञानम् उत्पद्यते. तत् सर्वम् अत्र स्वयमेव कोऽपि पुरुषः महिला करोति, तत्कारणात् तत् स्वार्थ अनुमानम् एवं वा महोदय? एवं सारांशः तादृशः एव. इदानीं सारांशः कः? इदानीं यदा अनुमानं यस्मिन् ज्ञायते, इदानीम् एकस्मिन् पुरुषे अनुमानं अथवा एकस्मिन् ज्ञातरि अनुमानम् एतस्मिन् ज्ञातरि एव अनुमितिः यदा ज्ञायते तत्र स्वार्थानुमानं भवति. परन्तु यदा कश्चन आचार्यः वा शिष्यानां कृते अनुमितिम् अथवा अनुमानं प्रदर्शयति, भो पश्यतु अत्र वाह्निः अत्र धूमः वर्तते, अस्माभिः तु ज्ञायते धूम तत्र धूम वाह्निव्याप्यः इति, अत एव परामर्शं प्रदर्शयति, परामर्शं प्रदर्श्य अनुमितिः उपस्थाप्यते परेषं कृते तत् परार्थानुमानम् इति सारांशः. परन्तु अत्र अयम् एव सारांशः तत्र किञ्चित् तत्र तस्य सारांशस्य किञ्चन किं भवति कश्चन गाढः अर्थः गूढः अर्थः प्रदर्श्यते. इदानीं प्रथमतः स्वार्थः नाम किम्? स्वार्थः नाम येन अनुमानेन स्वकीयः अर्थः स्वकीयं प्रयोजनम् एव लभ्यते. स्वकीयं प्रयोजनं नाम किं? सर्वदा स्वकीयं प्रयोजनं सुखलाभः इति. अत एव स्वार्थानुमानः नाम स्वसुखप्रयोजकम् अनुमानम् इति तथा वक्तुं शक्यते. स्वसुखम् एव. इदानीं स्वसुखं कदा उत्पद्यते? यदा मिथ्याज्ञानं नश्यति. मिथ्यज्ञानं केन नश्यति? निश्चयात्मकेन ज्ञानेन. अत एव इदानीम् अत एव परम्परया अस्माभिः उत्पद्यते. इदानीं अनुमितिः किं करोति? निश्चयात्मकज्ञानं उपस्थापयति. इदानीम् निश्चयात्मकज्ञाने उपस्थापिते सति यः तत्र यथार्थानुभावः यत् मिथ्याज्ञानं प्राक्तनेक्षणे यत् आसीत् तद् नश्यति, अनेन दुःखं नश्यति, अनेन सुखं जायते इति अयम् एव तत्र प्रहारः प्रदर्शितः. वस्तुतः केवलं स्वार्थः इति अस्या पदस्य तत्र विग्रहः दत्तः अथवा अर्थः तत्र सविस्तरेण दत्तः. परन्तु प्रकारः तथा प्रक्रिया या इदानीं भवतः इदानीं प्रदर्शिता सा एव अत्र अभिप्रेता. ओके, तर्हि अग्रे गच्छामः. इदानीं तदेतत् भवान् एव पठतु. अस्तु महोदय. अनुमिते उत्पादः तदेतत् स्वार्थ अनुमानं कथम् उत्पद्यते इति क्रमं सम्प्रति दर्शयति तथा तथा हीत्यादिना हीत्यादिना स्वयम् एव ज्ञाता भूयो दर्शनेन पुनः पुनः दर्शनेन महान् आदौ व्याप्तिं गृहीत्वा महानस रूपे अधिकरणे धूमः अस्ति वह्निर् अपि अस्ति इति ज्ञात्वा पूर्वोक्तां धूमः वह्नि अभाव अधिकरणनिरूपित वृत्तित अभाववान् इति व्याप्तिं गृह्णाति अनुभवति अनुमिति उत्पादः तत् स्वार्थ अनुमानं कथम् उत्पद्यते तत् अस्मिन् पूर्वस्मिन् परिच्छेदे तत् इदानीं साहेब दर्श्यते हीत्यादिना इत्युक्ते महोदय तथा हीत्यादिना तथा हि तथा हि इति तत्र स्थूलाक्षरमुद्रिते ग्रन्थे तथा हि अस्ति तथा हि नाम तथा हि इति आदिना तथा हि इति अंशात् आरभ्य यत् अग्रे आगच्छति तत् सर्वम् एतदेव प्रदर्शति तथा हि नाम टु एक्स्प्लैन् इङ्ग्लिष् भाषायां वदामः इति चेत् टु एक्स्प्लैन् इदानीं यः कश्चन विषयः तत्र सारांशेन उपस्थापितः इदानीम् अस्य एव विस्तरः यथा दीयते तथा तथा हि इति वदन्ति अनेकदा ग्रन्थकाराः वयम् एव ज्ञाता भूयो दर्शनेन पुनः पुनः दर्शनेन महान् महानसादौ व्याप्तिं गृहीत्वा महानसरूपे अधिकरणे धूमो अस्ति वह्निरपि अस्ति इति ज्ञात्वा पूर्वोक्तं धूमः वह्नि अभाव अधिकरणनिरूपितविस्तृत अभाववान् इति व्याप्तिं गृह्णाति अनुभवति स्वयम् एव जनः जनता भूय पुनः पुनः दर्शनेन दर्शनेन महानसदे व्याप्तिं गृह्णाति तत् यथा यत्र धूम अस्ति तत्र अग्नि अस्ति तत् अधिकरणे धूम अस्ति अधिकरणे यथा धूम अस्ति तत् वह्निरपि तत्र अस्ति इति ज्ञात्वा सः पूर्वोक्तं वह्नि अभाव अधिकरणनिरूपित धूमं निरूपयति तत् धूमस्य किं वदामः अतः वह्नि अभाव अधिकरणनिरूपित वृत्तित्व अभाववान् धूमः वह्नि अभाव अधिकरण निरूपित वृत्तित्व अभाववान् यत् वह्नि नास्ति वह्नि अभावः अस्ति तस्मिन् अधिकरणे वृत्तित्व अभावः अपि अपि च धूम अभावः अपि अस्ति इति व्याप्तिं गृह्णाति अनुभवति सः जनः एवं तत्र इदानीं स्पष्टीकरणार्थं पृच्छामि इदानीं यत् तत्र यद् भवता इदानीम् उक्तं तत्सर्वम् अत्यन्तं समीचीनं वर्तते इदानीं वाह्नि यत्र नास्ति तथा तस्मिन् अधिकरणे धूमः अपि नास्ति इदानीं तदा पृच्छामि इदानीं भूयो महानसि धूमवाह्न्योः दर्शनेन अयम् इदं ज्ञानम् उत्पद्यते न वा भूय भूय दर्शनेन इदानीं अत्र अस्मिन् परिच्छेदे व्याप्तेः व्याप्तिग्रहः वस्तुतः व्याप्तिग्रहः इति कश्चन अस्ति तत्र परिभाषिकः शब्दः इदानीं व्याप्तिः कथं गृह्यते इति अत्र प्रदर्शितम् इदानीं पुनः पुनः यदा महानसे वा कुत्रापि अन्यत्र यज्ञशालायां पश्यामः भो तत्र धूमः अस्ति अपि च वाहनिः अत एव अत्र अस्माभिः सहचारनियामः स्वीक्रियते व्याप्तिग्रहः भवति परन्तु अत्र किम् उच्यते इदानीं भूयो दर्शनेन पुनः पुनः दर्शनेन बह्न्यभावादिकरणनिरूपितवृत्तित्वा भवान् धूमः इति अस्माभिः स्वीक्रियते स्वीक्रियते न वा इति मम प्रश्नः वस्तुतः न यतोहि अस्माभिः प्राक् दृष्टम् एतत् सर्वं तत्र पूर्वपाक्षि तत्र पूर्वपक्षिणः मतम् अनुसृत्य उच्यते अत एव पूर्वपक्षिणः मतं किं वर्तते अत्र किं व्यतिरेकव्याप्तिः प्रदर्शिता अस्ता व्यतिरेकव्याप्तिं व्यतिरेकव्याप्तिं स्वीकर्तुं व्यतिरेकव्याप्तिं स्वीकर्तुम् अस्माभिः वाह्न्यभावे धूमाभावः पुनः पुनः दर्शनीयः भवति. नाम ह्रदे गच्छामः यदा तत्र पश्यामः भोः तत्र वाह्निः नास्ति, धूमोऽपि नास्ति. घटे पश्यामः तत्र अनेकेषु वस्तुषु पश्यामः यदा वाह्नि अभावे सति धूमाभावः अपि वर्तते. तदा एव अस्माकम् अयं व्याप्तिग्रहः उत्पद्यते. नाम भूयो वाह्नि अभावदर्शनेन धूमाभावः यथा स्वीक्रियते तत्र व्यतिरेकव्याप्तिः, अयं व्यतिरेकव्याप्तिः. नाम वाह्न्यभावाधिकरणे धूमो नास्ति इति, यत्र यत्र वाह्न्यभावः तत्र तत्र धूमाभावः इति ज्ञायते. तत्तु स्पष्टीकरणार्थमेव पृच्छामि. इदानीं किमर्थम् अत्र आचार्यः एतत् सर्वं करोति न जाने, परन्तु वस्तुतः इदानीं तत्र सूक्ष्मदृष्ट्या पश्यामः इति चेत् तत्र कश्चन विपर्यासः अस्माभिः करणीयः. अवगम्यते वा? इदानीं यत् परन्तु भवतु नाम इदानीम् अस्य आशयः, नाम ग्रन्थकारस्य आशयः कः? धूमः वाह्निव्याप्यः इति तावदेव. तद्वक्तुं सः वदति धूम वाह्न्यभावाधिकरणनिरूपितवृत्त्वाभाववान्, नाम धूमः वाह्नि व्यप्तिवान् इति तावदेव, व्यप्तिमान्. एवं समीचीनं महोदय. पुनः पुनः एतदेव उदाहरणम् आगच्छति यत्र यत्र धूमः तत्र तत्र वह्निः इति, पुनः पुनः तदेव उदाहरणमस्ति. अन्य कोऽपि उदाहरणमस्ति वा तादृश परामर्श अनुमति ज्ञानं निरूपणार्थं? तत्र अनेकानि उदाहरणानि सन्ति, परन्तु इदमेव अतिप्रसिद्धम् उदाहरणं स्यात्, अपि च अति सरलम् उदाहरणम् अस्ति. परन्तु इदानीं किं यथा सरलम् अस्ति किन्तु पुनः किन्तु दृष्टान्तद्वयं वा अस्ति चेत् सम्यक् भवति खलु. परामर्शज्ञानं सर्वदा सर्वदा एतादृशप्रक्रियायाम् एव. किमस्ति स्वरूप महोदय दत्तवान् यत्र यत्र गन्धः अस्ति तत्र पृथ्वी एव अस्ति अपि च इदानीं तत्र एकम् अस्ति उदाहरणं मम मनसि, परन्तु समीचीनम् अस्ति. परन्तु एतत् उदाहरणम् इदानीं येन उदाहरणेन अयं व्यतिरेकव्याप्तिः तत्र येन निवृत्ति किं तत्र येन अस्य दोषः किम् आव्याप्तिः दोषः प्रदर्श्यते, तर्हि वदामः सर्वं प्रमेयं किं पद सर्वं प्रमेयं रस कथं भवति सर्वं प्रमेयं पदार्थत्वात् वा अथवा सर्वं सर्वं भगिनि तर्हि चिन्तयामि किञ्चित् तत्र दशनिमेषानन्तरं मनसि तत्र यदा स्पष्टता उत्पद्यते वदामि. इदानीं तत्र सम्यक् न स्मरामि, परन्तु तत् आगच्छति एव. अग्रे गच्छामः. तदनन्तरं यदा मम स्मरणं स्पष्टं भवति वदामि. समीचीनं वा? इदानीं तत्र इदानीं प्रश्नम् इदानीं उत्तरम् इदानीमेव अदत्वा अग्रे दत्तामि दास्यामि. तर्हि अग्रे गच्छामः. तत्र अत्र धूमव्याप्तिः आश्रयः इति सरला भगिनि. अत्र धूमव्याप्तेः आश्रयः अधेया भवति व्याप्ति तादृशवृत्तित्वाभावरूपा सच्च वैन्याभावाधिकरणनिरूपित वृत्तित्वाभाव धूमे स्वरूपसम्बन्धेन अस्ति, तेन एव सम्बन्धेन ज्ञायते. तादृशव्याप्ति अनुभवात् तस्मिन् आत्मनि संस्कार उत्पद्यते, तस् उपयोगः वक्ष्यते. इदानीं यत् धूमः व्याप्तेः आश्रयः, यत् धूमः अस्ति तत् अस्ति अधिकरणं, व्याप्ति भवति तस्य विशेषणं. सो व्याप्तेः आश्रयः अस्ति धूम, आधेया भवति व्याप्ति. सो व्याप्ति धूम भवति व्याप्ति विशिष्ट, व्याप्ते आधेया भवति व्याप्ति. तादृशवृत्तित्वाभावरूपा सच्च वैन्याभावाधिकरणनिरूपितवृत्तित्वाभाव, यथा भवान् उक्तवन्तः व्यतिरेकसहचारेण अत्र व्याप्तिः प्रदर्शितम् अस्ति, यथा पूर्वपक्षिण दत्त निरूपितवान्. अस्माकं अष्ट षड् अशीति अधिकम् एकशतं तमे पुटे यः चित्रम् अस्ति तत् निरूपति वहन्याभावाधिकरणं निरूपितवृत्तित्वाभाव, यथा वहन्याभाव अस्ति तत् वहनी प्रतियोगी अस्ति तस्य प्रतियोगितासम्बन्धेन अभावे अस्ति, तत् अभाव पूर्णः स्वरूपसम्बन्धेन अधिकरणे अस्ति यत्र वहन्याभाव अस्ति. साध्याभाव अधिकरणं तत्र भवति, तत् अधिकरणे निरूपितसम्बन्ध अवच्छिन्ना वृत्तित्व अवच्छिन्ना या प्रकारता अस्ति तत् अभावे भवति प्रतियोगितासम्बन्धेन, तत् अभाव धूमे भवति स्वरूपसम्बन्धेन. तो संक्षेपे अस्ति वहिन्याभाव अधिकरण निरूपितवृत्तित्वाभाव धूम स्वरूपसम्बन्धेन इति संक्षेपे आगच्छति. तत् तेनैव सम्बन्धेन व्याप्ति ज्ञानं ज्ञायते. तो इदानीं यत् पञ्चाशीति अधिक एकशतं पुटे यत् चित्रं दृष्टवन्तः, व्याप्ति उपरि विशेषणं भवति, धूमः भवति विशिष्ट, पर्वत अधो अस्ति पक्ष. सो अत्र व्याप्ति धूमपर्यन्तं दत्तम् अस्ति अत्र. सो व्याप्ति आधेयता व्याप्तेः अवच्छेदकं अवच्छेद्या भवति धूमस्य. सो व्याप्तित्व अवच्छिन्ना यद् धूमः अस्ति तत् स्वरूपसम्बन्धेन भवति इति दत्तमस्ति, तत् अधिकरणभावः तत्र अस्ति. तत् ज्ञानं व्याप्तिज्ञानं यद् धूमस्य ज्ञानम् आगच्छति तत् आत्मनि यत् अनुभवति तत् संस्कारो उत्पद्यते तस्मात्. तो प्रथमं यदि मानसे वयं वहिनी अपि धूमः पश्यामः, तत् यत्र वहिनी अस्ति तत्र धूमः अस्ति, तत् यत्र यत्र धूमः तत्र तत्र वहिनी अस्ति, तत् आत्मनि यत् अनुभवेन संस्कार आगच्छति तत् तत्र. संस्कारविषये अस्माभिः प्राक् किञ्चित् दृष्टमिति मन्ये, स्मृतिः अथवा अस्माभिः भावनाख्यसंस्कारः, तत्र भावनाख्य किञ्चित् अन्यत् अस्ति वेगः वा स्थितिः, वस्तुतः तु यः आत्मगुणः संस्कारः सः भावना एव. इदानीं द्वौ तत्र द्वौ प्रभेदौ यौ स्तः तौ तत्र आत्मनि तत्र तत्र आत्मनि किमपि कार्यं न कुर्वतः, अतः एव इतः प्राक् अस्माभिः न प्रदर्शितः. भवतु नाम इदानीं परन्तु स्मृतिविषये तत्र आसीत् अस्माभिः इदानीं किञ्चित् अनुभूयते यदा प्रमा कश्चन तत्र किं यथार्थ अनुभवः अस्माभिः एवमेवमेवं तर्हि एवं संस्कारः इदानीम् एवं तादृशव्याप्तेर् अनुभवात् अपि च एवं तत्र इदानीं व्याप्तिग्रहः तत्र प्रदर्शितः, अस्य प्रकारः कः इदानीं भूयो भूयो दर्शनेन वा अथवा एकवारं दृष्टं यदा सम्भवति तत्र तत्रापि मतभेदः वर्तते. केचन वदन्ति एकवारम् एव दृष्टं महानसे धूमं वा अग्निं वा दृष्ट्वा तत्र व्याप्तिग्राहः स्वीक्रियते, केचन वदन्ति भूयो भूयो दर्शने, तत्र वस्तुतः सः एव विषयः तत्र किं भवति तत् तस्मिन् एव विषये विवादः क्रियते, यतोहि संस्कारः कथाम् उत्पद्यते, एकेन दर्शनेन वा अथवा भूयो भूयो दर्शनेन वा. भूयो भूयो दर्शनेन इति चेत् तत्र संस्कार उत्पादने कश्चन क्लिष्टता काचन क्लिष्टता इव भाति इति केचन वदन्ति. अत एव एकेन एव दर्शनेन संस्कारः उत्पद्यते इति केषाञ्चित् मतं वर्तते, मीमांसकान् मतं वर्तते. परन्तु नायिकैः सर्वदा तत्र काचन प्रकारः प्रदर्शितः येन भूयो भूयो दर्शनेन एकः एव संस्कारः उत्पद्यते, नाम व्याप्तिः तत्र येन अनुमानकाले तत्र परामर्श उत्पादः भवति. भवतु नाम एकं भूयो भूयो दर्शनेन सम्यक् संस्कारः भवति इति सम्यक् संस्कारः एवं तत्र कश्चन प्रकारः प्रदर्शितः. तत्र इदानीं तत्र क्लेशः कः इदानीं संस्कारः एकेन ज्ञानेन एकः संस्कारः उत्पादनीयः इति भाति इति तथा केषाञ्चित् नियामः तादृशः स्वीक्रियते. अत एव इदानीं महानसे एकस्मिन् दिने महानसे वह्निं दृष्ट्वा धूमं पश्यामः चेत् भवतु नाम अनुभवः जायते, तस्मिन् अनुभावे तस्मिन् ज्ञाने नष्टे संस्कारः मानसि भवति. ओके भवतु नाम तत्र इदानीम् अपरस्मिन् दिने अयम् एव प्रकारः अस्माभिः दृश्यते इति चेत् अनुभवः तत्र जायते, तस्मिन् अनुभावे अथवा तस्मिन् ज्ञाने नष्टे सति अन्यः कश्चन संस्कारः उत्पद्यते इति तत्र मीमांसकानां चोदना क्रियते. तर्हि तत्र कथम् एकः संस्कारः भवति इति तत्र कश्चन क्लेशः इव दृश्यते. परन्तु यत् भवत्या उक्तं तदेव नैयायिकानाम् उत्तरं, तत्र भूयो भूयो दर्शनेन तत्र संस्कारः दृढी भवति. अपि च द्वितीयदिने यदा महानसे वाह्निः अस्माभिः दृश्यते, तत्र वस्तुतः अयं एषः अनुभावः इदानीं प्राग्दिने उद्भूतं प्राग्दिने उपस्थापितं संस्कारम् एवं प्रबोधयति. सः संस्कारः तत्र किञ्चित् दृढी भवति. परन्तु भवतु नाम इदानीं तत्र अपि अस्ति महान् विचारः, यः सर्वेषु विषयेषु सर्वदा विचारः अस्ति. परन्तु इदानीम् अस्माभिः अयम् एव पक्षः स्वीकृतः, सः तु नैयायिकैः सामान्यतः स्वीक्रियते. भूयो पुनः पुनः दर्शनेन एव व्याप्तिग्रहः भवति इति. अपि च इदानीम् अस्मिन् तत्र समये मया इदानीं तत्र उदाहरणं, परन्तु उदाहरणं किञ्चित् क्लिष्टमपि अस्ति, परन्तु वदामि. तत्र अस्ति किञ्चन अन्यत् प्रसिद्धम् उदाहरणं, घटः अभिधेयः, तत्र यत् मया नोक्तं प्राक्, अभिधेयः प्रमेयत्वात्. तत्र प्रमेयत्वम् अस्ति धूमः, नाम अस्ति हेतुः. अभिधेयत्वम् अस्ति साध्यम्. अत एव अस्माभिः पुनः पुनः अनुभूयते यत्किञ्चित् प्रमेयम् अस्ति, यत्किञ्चित् प्रमाण अर्हम् अस्ति लोके, तत् सर्वम् अभिधेयं, नाम तत्र शब्दवाच्यं, केनचित् शब्देन तत्र व्यवह्रियते लोके यत्किमपि प्रमेयम्. अत एव तत्र परामर्शः स्यात् प्रमेयत्वव्याप्य, क्षम्यताम्, अभिधेयत्वव्याप्य प्रमेयत्वम्. किञ्चित् क्लिष्टमस्ति उदाहरणं, परन्तु उदाहरणत्वेन एव स्वीकुर्मः. वस्तुतः अयम् इदम् उदाहरणम् अग्रे अस्माभिः तत्र परिशील्यते इति मन्ये, यतोहि अनेन उदाहरणेन अयं केवलान्वयीव्यतिरेकः तत्र किं दृश्यते. महोदय किम् उक्तवान्? घटः अभिधेयः, घटः अभिधेयः प्रमेयत्वात्. घटः अभिधेयः अभिधेयः अभिधेयः अभिधेयः नाम शब्दवाच्यः पदवाच्यः अभिधेयः नाम केनचित् पदेन अभिधातुं शक्यः केनचित् पदेन वक्तुं शक्यते यतोहि घटः इति वदामः अत एव घटः यः लोके पदार्थः सः केनचित् पदेन अभिधेयः भवति कस्मात् यतोहि सः प्रमेयः नाम केनचित् प्रमाणेन अथवा के कयाचित् प्रमाया अनुभावितुं शक्यते इदानीं तत्र व्याप्तिः कः यः यत्र यत्र यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वम् इति इदानीं तत्र व्याप्तिः आकारः अथवा यत्र यत्र प्रमेयत्वं नास्ति तत्र एव क्लेशः यतोहि प्रमेयत्वं सर्वदा अस्ति न अभिधेयत्वं भवतु नाम परन्तु यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वम् इति व्याप्त्यनुकारः व्याप्त्यनुकारवाक्यम् इति तत्र वदामः तर्हि परमार्षः कः अभिधेयव्याप्यपरमेयत्वं घटे अस्ति पुनः परामर्श किं भवति इदानीं भवती एव वदति अत्र हेतुः हेतुः कः प्रमेयहेतु साध्यं किम् अभिधेयत्वं पदम् इति यत् उक्तं एवम् अत एव साध्यव्याप्य हेतुवान् पक्षः इति परमार्शस्वरूपम् साध्यव्याप्य हेतुवान् धूमव्याप्य धूमवाप्य व्याप्य हेतु धूमवा हे वाह्नि व्याप्य धूमवान् पर्वतः तर्हि अभिधेयत्वव्याप्य अभिधेयत्वव्याप्य किं प्रमेयत्ववान् घटः अथवा किञ्चित् क्लिष्टमस्ति उदाहरणं परन्तु वसुधा सर्वदा धूम पार्वतः तत्र वाग्निधूम इति पुनः पुनः इदमेव उदाहरणं दीयते अपि च अस्ति अस्ति अस्ति अन्यत् उदाहरणम् अपि प्रसिद्धम् उदाहरणमस्ति इदानीं मेघगर्जनेन अस्माभिः अनुमीयते अस्माभिः वृष्टिः अनुमीयते एवमेवमेवम् अस्ति अस्ति अस्ति एतदपि अत्यन्तम् अत्यन्तं वस्तुतः किम् अत्यन्तं प्रसिद्धमस्ति इदानीं किञ्चित् किं किं वदामः तत्र भवतु नाम तदेव तदेव तत्र तत्र मेघः गर्जनं न तत्र किं यत्र यत्र मेघगर्जनं तत्र तत्र वृष्टिः इदानीं मेघगर्जनं हेतुः वृष्टिः साध्यं पक्षः किं वस्तुतः तत्र सामान्यतः उच्यते इदानीं वयम् अत्र प्रकोष्ठे कश्चित् उपविश्य मेघगर्जनेन एव बहिः वृष्टिः अस्ति इति अस्माभिः अनुमीयते इदानीं वृष्टिः अस्माभिः न दृश्यते परन्तु इदानीम् अनुमीयते अत एव किञ्चित् भवति किं तत्र पक्षः किं बहिस्तनलोकः साधु भवतु यः कोऽपि पक्षः तत्र अस्माभिः उपवसति इदानीं वृष्टिः वृष्टिवान् अयं लोकः वृष्टिमान् अयं लोकः मेघगर्जनात् अत एव अथवा इदानीं तत्र काव्यलोके अयम् अनुमानमपि वर्तते मयूर तत्र वृष्टिवान् अयं लोकः मयूरनर्तनात् यः किम् अपतरम् इदम् उदाहरणं प्रायः अस्मिन् ग्रन्थे एव आगच्छति, यतोहि तत्र इदानीं साद् अयाम् अयाम् इदम् अनुमानं तत्र यथा दीयते, यतोहि वाग्निः नास्ति न वा इति कदाचित् अस्माभिः तत्र ज्ञान इच्छा तत्र अनुमातुम् इच्छा अस्ति एव. इदानीम् अस्माभिः संशयः भवति इदानीम् अस्ति वाग्निः वा न वा तत्र गन्तव्यान् न वा, परन्तु इदं वृष्टि अनुमानं वृष्टि अनुमितिः कदाचित् स्वयम् एव उत्पद्यते. इदानीम् अनुमातुम् इच्छा इति नास्ति, परन्तु मेघगर्जनेन स्वयम् एव अयम् अनुमितिः उत्पद्यते. अत एव उदाहरणत्वेन पुनः पुनः दीयते. अग्रे गच्छामः. तर्हि पार्वत समीपं गतः कः इदानीम् अतः लक्ष्मी भगिनी महोदय. पर्वतसमीपं गतः इत्यनेन पर्वतः दृष्टः इति सूचितं. तद्गते चाग्नौ सन्धिहानः इत्यनेन पर्वतः वह्निमान् नाव इत्याकारकः दुःखजनकः संशयः ज्ञातुः भवति इति उक्तं. धूमं दृष्ट्वा इत्यनेन पर्वते धूमज्ञानम् उत्पद्यते इत्युक्तं. तदेव च पक्षधर्मताज्ञानम् उक्तं भवति. अस्तु, अस्मिन् परिच्छेदे यत् स्थूलाक्षरैः अस्ति तत् सर्वं पूर्वं तद् बृहत् परिच्छेदः यत् पठितवन्तः अनुमानं दीयन्ति तस्मात् उद्धृतः. तत्र पर्वतसमीपं गतः इत्यनेन यदा कोऽपि पर्वतसमीपे गच्छति तदा तत्र सः यदि सः पर्वतसमीपं गतः इत्यनेन केवलं पर्वतः दृष्टः एव इति अर्थः. किन्तु यदा सः पर्वतं गच्छति धूमः पश्यति तत्र सन्धिहानः इत्युक्ते संशयः मनसि संशयः अस्ति इति इति तत्र शानप्रत्ययः इति मन्ये खलु. अस्तु, इत्यनेन पर्वतः वह्निमान् नाव इत्याकारकः दुःखजनकः संशयः ज्ञातुः भवति इति उक्तम्. अस्तु, आम् पर्वतः वह्निमान् वा न इति संशयात्मकः ज्ञानमेव दुःखजनकः इति उक्तम्. धूमं दृष्ट्वा इत्यनेन पर्वते धूमज्ञानम् उत्पद्यते इत्युक्तम्. तदेव च पक्षधर्मताज्ञानम् उक्तं भवति. अस्तु, पर्वते यदा धूमं पश्यति तत् तदानीं धूमज्ञानम् उत्पद्यते, प्रत्यक्षेण धूमज्ञानम् उत्पद्यते तदानीं. तदेव पक्षधर्मताज्ञानम् इति उच्यते. पक्षधर्मताज्ञानम् इत्युक्ते पर्वतः धूमवान् इति पक्षधर्मताज्ञानम्. एवं तथा एव इदानीं केवलं प्रक्रिया प्रदर्श्यते. इदानीं प्रथमसोपानं प्रदर्श्यते. प्रथमतः व्याप्तिग्राहः, इदानीं व्याप्तिग्राहेण संस्कारः उत्पद्यते इति प्रथमे क्षणद्वये भवति. इदानीं तृतीयक्षणे पर्वतं प्रति गच्छामः. तृतीयक्षणे अथवा ओके पर्वतः प्रत्यक्षी भवति इति तृतीयं क्षणं. चतुर्थीक्षणे तत्र धूमं पश्यामः. पञ्चमे धूमवान् पार्वतः इति पक्षधर्मताज्ञानं भवति. अपि च अविच्छिन्नं तत्र द्रोणमहोदयेन उक्तं, तत्तु मुक्तावल्याः अनीतः विषयः. परन्तु तत्र वदतु नाम अविच्छिन्नमूलः धूमः इति तत्र न्यायमुक्तावलीग्रन्थे उक्तं. परन्तु वदतु नाम तत्र सामान्यतः अयं विषयः कुत्रापि न विचारितम्. भवतु, तदनन्तरं रचेन्द्र महोदय. आम् महोदय. व्याप्तिं स्मरति इति प्रत्यक्षखण्डे हि हस्तिहस्तिपक् दृष्टान्तेन एकसम्बन्धिज्ञानम् अपरसम्बन्धिं स्मारकम् इति लोकसिद्धन्यायः उक्तः. यहपि महानसे वह्नि धूमौ दृष्ट्वा वह्नि व्यापतिरूपः वह्नि अभाव अधिकरणनिरूपित विद्युत् अभावः धूमे ज्ञायते। इदं च ज्ञानं व्याप्तेरनुभवः, तेन च आत्मनि तद्विषयकः संस्कारः उत्पद्यते। एतावत् महोदय व्याप्तिं स्मरति इति यत् पूर्वसमये पठितं तत् व्याप्तिं व्याप्त्याः स्मरणं जातं। प्रत्यक्षखण्डे यत्र हस्ति पूर्वस्मिन् वयं पठितवन्तः हस्तिहस्तिपक् उदाहरणं पठितवन्तः, तत् हस्तिहस्तिपक् दृष्टान्तेन एकसम्बन्धिज्ञानं हस्तिपकं दृष्ट्वा हस्तिज्ञानम् अपरसम्बन्धिस्मारकं स्मरति लोकसिद्धन्यायः। लोकसिद्धन्यायः उक्तः यथा एकसम्बन्धिज्ञानं यथा अस्माभिः स्मर्यते तत्र अपरसम्बन्धि ज्ञानस्य स्मरणम् अपि अस्माभिः जायते। इह अपि महानसे वह्निधूमौ दृष्ट्वा वह्निव्याप्तिरूपः, तथैव तत्र महानसे यत्र वह्निधूमौ दृष्ट्वा यत्र वह्निव्याप्तिरूपः अस्माभिः स्मृति जायते। वह्नि अभाव अधिकरणनिरूपित वृत्तित अभावः धूमे ज्ञायते। तत्र यथा हृदये तत्र वह्नि अभावः दृष्ट्वा तत्र तस्य अधिकरणे तत्र वृत्तित अभावः अपि अस्ति, तत् सः वृत्तित अभावः धूमः तत् ज्ञायते। यत्र यत् वह्नि नास्ति तत्र धूमः अपि नास्ति, धूमः अपि नास्ति। इदं च ज्ञानं व्याप्तेर अनुभवः, तादृशी ज्ञानम् अस्माकं ज्ञानं व्याप्तेर अनुभवः अस्ति। यथा वयं भूय तत्र दृष्ट्वा तत्र यत् वह्नि अभावः अधिकरणे अस्ति तस्मिन् अधिकरणे धूम अभावः अपि अस्ति, वृत्तित्व अभावः अपि प्रचलति अस्ति, तत् व्याप्ते अनुभवः जायते अस्माभिः मनसि। तेन च आत्मनि तद्विषयकः संस्कारः उत्पद्यते। तत्र यथा धूमं दृष्ट्वा अस्माकम् आत्मनि तद्विषयकसंस्कारः उत्पद्यते, वह्निसंस्कारः तत् उत्पद्यते। एवं महोदय वक्तुं शक्नुमः किल, धूम अभावः धूमं दृष्ट्वा तत् वह्निसंस्कारः उत्पद्यते, व्याप्तिसंस्कारः नाम संस्कारः किं रूपकः संस्कारः यः सः तत्र संस्कारः यत् ज्ञानं धूमं दृष्ट्वा व्याप्तिं स्मरति इति तथा वक्तव्यम् इति तथा तादृशी प्रक्रिया नाम संस्कारः अत्र कः संस्कारः अत्र धूमः न संस्कारः इदानीं संस्कारः किं किं यत्र धूमः तत्र वाह्निः इति तत्र अथवा व्याप्तिज्ञानं वस्तुतः व्याप्तिज्ञानम् अस्माकम् आत्मनि संस्कारत्वेन सर्वदा तत्र अस्ति। इदानीं केषुचित् क्षणेषु केनापि प्रकारेण तत्र किं भवति साक्षात् भवति अथवा उद्बुध्यते अयं संस्कारः। इदानीं केन कथां संस्कार उद्बोधः सम्भवति इति प्रश्नः अस्ति। तथा प्रकारः यः हस्तिपाकभूयो दर्शनेन इदानीं हस्तिपाके अथवा हस्तिनः दर्शनेन हस्तिपाकः अपि अनुस्मर्यते तथा एव इदानीं भूयो धूम व्याप्ति धूम किं भवति धूमवाह्न्योः धूमवाह्निव्याप्तिः इति अस्ति। इदानीं धूमं दृष्ट्वा धूमवाह्निव्याप्य धूम अथवा एवं तयोः सम्बन्धः तत्र अथवा वस्तुतः वाह्निषि इति धूमः इति धूम क्षम्यताम् इदानीम् इदानीं तत्र वाह्निधूमयोः व्याप्तिः यदा भवति तत्र अस्मिन् अत्र व्याप्तिज्ञानं यः यत् तस्मिन् ज्ञाने धूमः इति एकतमं सम्बन्धि एकतरं सम्बन्धिज्ञानम् अस्ति, वाह्निधूमव्याप्तिः इति अन्यत् ज्ञानं, तथा चिन्तनीयम्। इदानीं धूमे दृष्टे वाह्नि अभाववात् इति सर्वं वाह्नि अभाववात् वाह्नि अभावाधिकरण अभाववान् धूमः अयम् इति ज्ञानम् इति संस्कारात्मकं ज्ञानं तत्र उत्पद्यते अतः उत्पद्यते इति न तत्र उद्बुध्यते येन स्मृतिः स्मृत्यात्मकं ज्ञानम् उत्पद्यते। आगम्यते वा? अथवा मया किञ्चित् क्लिष्टम् उक्तम् इति मन्ये, परन्तु अवगमः सञ्जातः इति चेत् तर्हि समीचीनम्। आम् आम् इदानीं तर्हि तद्विषयकं ज्ञानम् इति उक्तं, तद्विषयकः संस्कारः इति उक्तः, इदानीं तद्विषयकः नाम किं? व्याप्तिविषयकः संस्कारः एवम्। एवम् इदं च ज्ञानम् इदानीं प्राक्तनं वाक्यम् एव अस्ति, इदं च ज्ञानं व्याप्तिर् अनुभावः, अनेन अनुभवेन संस्कारः ज्ञायते, तद्विषयकः एव संस्कारः ज्ञायते, नाम व्याप्तिविषयकसंस्कारः उत्पद्यते। रजनमान आम् आम् महोदय। तर्हि अग्रे तथा च दृष्टान्ते यथा एकसम्बन्धिनः तस्य ज्ञानेन अपरसम्बन्धेन हस्तिनः ज्ञानं स्मरणरूपेण स्वर्णरूपम् उत्पद्यते तथा प्रकृते अपि धूमस्य एकसम्बन्धेन चक्षुषा दर्शनेन अपरसम्बन्धेन व्याप्तेः स्मरणम् उत्पद्यते। अतः पुनः यथा भवान् उक्तवान् तत्र एकसम्बन्धेन हस्तिपकं दृष्ट्वा तत् अपरसम्बन्धेन हस्तिनस्य हस्तिनः ज्ञानं स्मरणम् उत्पद्यते तथैव अत्र प्रकृते अपि धूमरूपस्य एकसम्बन्धेन चक्षुषा दर्शनेन धूमदर्शनेन अपरसम्बन्धेन व्याप्तेः स्मरणम् उत्पद्यते। वह्निव्यापि धूमः तत्र सम्बन्धः स्मरणं तत्र उत्पद्यते। अतः एकसम्बन्धिज्ञानम् अपरसम्बन्धिस्मारकम् इति नियमेन एव धूमज्ञानेन व्याप्तिस्मरणं भवति इति ज्ञापनाय धूमं दृष्ट्वा व्याप्तिं स्मरति मूलकृता अभिहितम्। अत अपि तत् एकसम्बन्धिज्ञानेन तत् अपरसम्बन्धिस्मारकं भवति तत् नियमेन तत् धूमज्ञानेन व्याप्तिस्मरणं भवति इति ज्ञापनाय धूमं दृष्ट्वा व्याप्तिं स्मरति मूलकृता अभिहितं। धूमं यथा धूमदर्शनेन तत् व्याप्तिस्मरणं जातं तत्र मूलकृता तत् मूलकृता तत् अभिहितम् अभिहितम् अस्माकम् अभिप्रायः उक्तम् एवम् मूलकृता नाम मूलग्रन्थ मूलग्रन्थ किं भवति कर्त एवं तर्कसङ्ग्रहे मूलकृता मूलकारेण व्याप्तेः पूर्वोक्तम् एव स्वरूपम् आह यत्र यत्र धूम इति व्याप्ते पूर्वस्मिन् परिच्छेदे भगिनी पठितवती तत्र व्याप्तेः पूर्वोक्तं धूमः स्वरूपसम्बन्धेन स्वरूपसम्बन्धेन अधिकरणे अस्ति यत्र यत्र धूमः तत्र अग्निः तत्र तत्र अग्निः अत्र व्याप्तेः तत्र व्याप्तिधूमयोः स्वरूपसम्बन्धः अस्ति वस्तु अनेन वाक्येन वह्निः व्यापकः इति ज्ञायते अर्थात् धूमः व्याप्यः इति ज्ञायते इति प्राग् अवेदितम् एव प्रागवेदितम् एव यत्र यत्र वह्निः व्यापकः इति यथा जाने वह्निः व्यापकः व्यापकः यः धूमः व्याप्यः वह्निः व्यापकः धूमः व्याप्यः इति ज्ञायते पूर्वमेव तत् उक्तम् एवम् एतत् तत् प्राक् अस्माभिः दृष्टं चेस् बोर्ड् मध्ये तत्र अधिकवृत्ति तत्र अनधिकवृत्ति अन्यूनवृत्ति वा इति सर्वम् अस्माभिः प्राक् दृष्टम् एवं समीचीनं तर्हि किं लक्ष्मी भगिनी क्वचित् तत्र बुद्धवासरे नशानिवासरे वा तत्र पातेन आसीत् तत्र अदा एव पृच्छामि इदानीं भवत्या एव कृपया इदानीम् अस्मिन् तत्र परिच्छेदे अस्मिन् परिच्छेदे नाम अत्र अध्यापने मार्गे अध्याय अस्माभिः पठितं तत्र अनुमान उत्पत्ति प्रक्रिया प्रदर्शिता इदानीं तां प्रक्रियां महानसात् आरभ्य अनुमितिं पर्यन्तं कृपया स्वशब्दैः तत्र प्रदर्शयतु अस्तु महानसे गत्वा धूमं पश्यामः तत्र धूमः अपि अस्ति अनन्तरं वह्निः अपि पश्यामः तत्र पुनः महानसे यदि धूमं पश्यामः वह्निः अपि अस्ति यदि द्वयोः मिलित्वा धूमवह्नियोः मिलित्वा तत्र प्रत्यक्षं भवति तदा मनस् संस्कारः उत्पद्यते संस्कारः किम् इत्युक्ते यत्र वह्नि अभाव अधिकरणे धूमः अपि नास्ति इति इत्युक्ते वह्नि अभाव अधिकरणनिरूपित वृत्तित्व अभाववान् धूमः इति धूमस्य लक्षणं इति ज्ञानं भवति अथवा एतत् ज्ञानमेव व्याप्तिज्ञानम् इति उच्यते अनन्तरं प्रथमं अस्तु प्रक्रियायां व्याप्तिज्ञानं अत्र तु प्रथमं व्याप्तिज्ञानम् अस्ति किन्तु प्रथमं तदनन्तरं पर्वतसमीपं गतः इति प्रथमतः व्याप्तिज्ञानं तत्र व्याप्त्यानुभावः तदनन्तरं व्याप्त्यानुभावे नष्टे व्याप्तिसंस्कारः प्रथमतया व्याप्तिसंस्कारः भवति प्रथमतः अनुभावः तदनन्तरं संस्कारः ओ अस्तु अस्तु प्रथमतः पश्यामः भोः पार्वतः भोः वाह्निः धूमः तयोः सहचार्यं पश्यामः एव तदनन्तरम् अस्मिन् ज्ञाने नष्टे सः तद् ज्ञानम् एव संस्काररूपेण मनसि अथवा आत्मनसि न आत्मनि तिष्ठति आम् आम् तदनन्तरं सः यदि पर्वतसमीपे गच्छति तत्र यदि सः भूमः पश्यति तस्य मनसि तत्र अग्निः अस्ति वा इति संशयः आगच्छति धूमः पश्यति तत्र अग्निः अस्ति वा न इति संशयः भवति संशयः दुःखजनकः अस्ति किन्तु यदि सः धूमं पश्यति अस्तु, अत्र प्रक्रियायां यदा यदा सः धूमं पश्यति, पर्वतः धूमवान् इति यत् ज्ञानम् उत्पद्यते तत् पक्षधर्मता इति उच्यते. ध्रुवं दृष्ट्वा सः व्याप्ति स्मरति, व्याप्तिग्रहणं पूर्वमेव अभवत् तस्य व्याप्तिसंस्कार व्याप्तिज्ञानं पूर्वं अन्य काले अभवत्. अतः अधुना ध्रुवं दृष्ट्वा सः व्याप्ति स्मरति, व्याप्ति किम् इत्युक्ते ओ यत्र धूमः अस्ति यस्मिन् अधिकरणे धूमः अस्ति तस्मिन्नेव अधिकरणे वह्निः अपि भवेत्. वह्निः अभव अधिकरणे धूमस्य अवृत्तित्वम् इति व्याप्तिना ज्ञानं स्मरति. अतः यदा सः व्याप्तिज्ञानं स्मरति पर्वतः वह्निमान् इति. अधुना धूमं पक्ष्यति, अधुना व्याप्तिज्ञानं स्मरति, द्वयोः मिलित्वा परामर्शः इति उच्यते. तदनन्तरं अनुमतिः ज्ञायते पर्वतः वह्निमान् इति. तदेव अनुमतिः ज्ञानम् तथा एव. इदानीम् अनुभावनाशी संस्कारः, तदनन्तरं पक्षधर्म अथवा पक्षज्ञानं, धर्मताज्ञानं पक्षधर्मताज्ञानं, पर्वतज्ञाने सति पक्षधर्मताज्ञाने सति, तथा तु पक्षधर्मः अपि विषयः अस्ति. अत एव अनेन ज्ञानेन व्याप्तिसंस्कारज्ञानम् उत्पद्यते. इदानीं तयोः द्वयोः ज्ञानयोः एकम् इदानीं परामर्शज्ञानम् उत्पद्यते. वह्निव्यप्यधूमवान् अयं पर्वतः, अनेन ज्ञानेन अनुमितिः जायते. एवम्. अपि च क्षम्यता सर्वा भगिनी, तत्र गर्जना इति अस्मिन् विषये इदानीं मया दृष्टं, वस्तुतः तत्र अनुमितिस्वरूपं वर्तते गगनं मेघवत् गर्जनात्. तत्र वृष्टिः न अनुमीयते, केवलं मेघाः गगने सन्ति इति अस्माभिः अनुमीयते. गर्जनं शृणुमः इति चेत् मेघान् अनुमिनुमः इति तावत्. गगनं मेघवत् गर्जनात् इति दृष्टान्तः अस्ति. समीचीनं. तत्र वर्गे अधिकं किञ्चित् पतितम् इति मन्ये न वा? द्वे परिच्छेदे तर्हि तत्र भवती एव तत्र पततु. उत्पन्नं व्याप्ति रूपविशेषणतावच्छेदकप्रकारकज्ञानम् अग्रिमक्षणे तद् दर्शितरीत्या विशिष्टवैशिष्ट अवगाही ज्ञानम् उत्पद्यते. तं परामर्शम् आह तदनन्तरं इति तदनन्तरम् इति व्याप्तिज्ञानपरामर्शयोः कार्यकारणभावसूचनाय प्रक्रिया पुनः दत्तमस्ति. व्याप्ति विशेषणता अवच्छेदकप्रकारकज्ञानं भिन्नशैली अस्ति. अत्र वयं जानीमः व्याप्ति इति विशेषणम् अस्ति, तस्य अधिकरणं धूम अस्ति. सो व्याप्ति विशेषणता अवच्छेदक धूम विशिष्ट भवति. सो तस्य व्याप्ति विशेषणता अवच्छेदकप्रकारकज्ञानं यदि धूमे आगच्छति तत् भवति व्याप्तिविशिष्ट धूम इति वयं जानीमः. तत् ज्ञानं विशिष्टवैशिष्ट अवगाहि ज्ञानम् उत्पद्यते. इदानीं तत् विशिष्ट धूम पुनः तत् पर्वते पक्ष अस्ति, पर्वतं भवति विशेषं विशिष्ट धूम व्याप्त्या विशिष्टधूम इति भवति. पर्वते विशेष प्रति विशेषणं तो अत्र तयोः मध्ये विशिष्ट अपि पक्षे सम्बन्धः भवति तद् भवति वैशिष्ट्य इति वदामः. सो विशिष्टवैशिष्ट्य अवगाहि सम्बन्धात् संयोगसम्बन्धधूम पक्षयोः पर्वतयोः तत् अवच्छेदकं भवति. इदानीं कथं व्याप्तिविशेषणतावच्छेदकप्रकारकज्ञानं वयं वदामः, कारण की विशिष्टवैशिष्ट्य अवगाहि ज्ञानं विशिष्ट यत् पदम् अस्ति धूमः अस्ति तत् विशेषणं भवति, तत् विशेषणस्य अवच्छेदकम् अस्ति व्याप्ति, तत् व्याप्तिः भवति विशेषण अवच्छेदकप्रकारकज्ञानम् इति भवति. अतः विशेषण तावच्छेदकप्रकारकज्ञानं वयं वदामः. सो विशिष्टवैशिष्ट्य अवगाहि ज्ञानं, तत् विशिष्टवैशिष्ट्य अवगाहि ज्ञानम् अस्ति एकं व्याप्तिविशेषणतावच्छेदकप्रकारकज्ञानम्, अपि पक्षधर्मताज्ञानं यत् जानीमः सम्बन्ध संयोगसम्बन्धवच्छिन्ना अस्ति तत् परामर्शज्ञानम् अपि वयं जानीमः. सो व्याप्ति ज्ञानपरामर्शयोः कार्यकारणभावसूचना. इदानीं कार्यम् अस्ति अनुमितिज्ञान पूर्वं परामर्शज्ञानम् इति भवति कार्यं, तस्य कारणम् अस्ति व्याप्तिविशेषणतावच्छेदकप्रकारकज्ञानम् इति अत्र दत्तमस्ति. साधु महोदय, साधु साधु साधु अस्तु. परन्तु न परन्तु किञ्चित् नास्ति, वस्तुतः सारं समीचीनमेव. मया तु इदानीं किं तत्र सर्वैः अवगम्यते न वा इति मम संशयः. संशयात्मकज्ञानं मम इदानीं वर्तते. सर्वेषाम् अवगमनम् अस्ति न वा, सर्वे अवगमनवन्तः न वा, सर्वेषां स्वार्थ अनुमानं भवति इदानीं. तत्र पेज् 185 मध्ये इति तत्र चित्रमस्ति वा? आमाम्. इदानीं तत्र अस्मिन् चित्रे अस्ति अस्ति अस्ति एव विशिष्टवैशिष्टवाक्यं तत्र अस्मिन् धूमः धूमः भवति विशिष्टः नाम विशिष्ट केन विशिष्टः व्याप्त्या विशिष्टः, परन्तु कार्यज्ञाने धूमः अस्ति विशेषणम्, अत एव धूमि विशेषणता अस्ति. तर्हि विशेषणता अवच्छेदकः अवच्छेदकी भवतु नाम भवति व्याप्तिः अत एव इदानीं तत्र व्याप्तिवद्धूमवान् पर्वतः इति अस्मिन् तद् ज्ञानं प्रति व्याप्तिवान् धूमः व्याप्तिमान् धूमः इति इदं ज्ञानं कारणं भवति इति तावत् तत्र तात्पर्यम्. समीचीनं वा? तर्हि अग्रे लक्ष्मी भगिनी तत्र बहु किमपि नोक्तम् इति मन्ये तत्र वाक्यद्वयं तत्र समा भगिनी भवती एव वह्नी व्याप्य धूमवान् अयं पर्वत इति ज्ञानम् उत्पद्यते. यथा वयं पूर्वं दृष्टवन्तः विशिष्टवैशिष्टवाक्याहि ज्ञानं, तत् तस्मात् वह्नी व्याप्य धूमवान् अयं पर्वत परामर्शज्ञानं तस्य आकारः अस्ति वह्नी व्याप्य धूमवान् अयं पर्वत इति सङ्ग्रहादिग्रन्थेषु यदि ज्ञानकारणनिरूपणे प्रकारात् आरभ्य विशेषपर्यन्तं ग्रन्थकाराः लिखन्ति, तथापि अनुवाद्यावसरे अस्माभिः विशेषनिर्देश आद्यौ कार्य तापर्यन्तं वयं कृतवन्तः. यदि वयं चित्रं पश्यामः षट् अशीति अधिकम् एकशतं पुटे तत्र प्रकारात् आरभ्य विशेषपर्यन्तं वयं निरूपणं कृतवन्तः. वहिनी तस्मिन् अस्ति मुख्यप्रकारता, विशेष पर्वतपक्ष अस्ति तस्मिन् अस्ति मुख्यविशेषता. सो प्रकारात् आरभ्य विशेषपर्यन्तं वयं निरूप्य निरूपकभाव इति प्रदर्शितवन्तः. किन्तु केचन ग्रन्थे विशेषनिर्देश आदौ पर्वत आरभ्य विशेषता आरभ्य वहिनी पर्यन्तम् इति ते निरूपकभाव कुर्वन्ति. तस्मात् भवती पर्वतो वहिनीमान् धूम न तु वहिनी वहिन्या व्याप्य धूमवान् पर्वत इति आगच्छति तत्र. कश्चन उद्देश्यविधेयभावः भवति, परन्तु ताम् उपरि द्रोणमहोदय अग्रिमे सप्ताहे तदा उद्देश्यविधेयभावः कश्चन अस्ति. इदानीम् उद्देश्यं किं, विधेयं किं, तत्र नूतनविषयः कः, ज्ञातः विषयः कः इति तत्र तयोः परस्पर कश्चन सम्बन्धः अस्ति. परन्तु तावदेव उक्तम्. इदानीं वाक्नि व्याप्य दुमवान् पर्वतः, इदानीं प्रकारात् आरभ्य विशेषं प्रति वयं गच्छामः. परन्तु अनुवादसमये सामान्यतः वाह्नि धूमवान् इति वक्तव्यं. परन्तु किमर्थं तत्र पार्वतः तु ज्ञातविषयः, नाम उद्देश्यविषयः, धूमवान् इति नूतनः विषयः, नाम विधेयः विषयः. परन्तु तस्मिन् विषये अग्रिमे सप्ताहे किञ्चित् स्यात् परिशीलनम् इति मध्ये. तर्हि तावदेव, धन्यवादः. धन्यवादः महोदय, शुभरात्रिः. धन्यवादः.